पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 188 ईश्वर उवाच अधः परं प्रवक्ष्यामि भवानि भवमुक्तये गीताचतुर्दशाध्यायमवधारय सुस्मिते मेदिन्यां यत्किल स्थूलमस्ति काश्मीरमण्डलम् राजधानी सरस्वत्या आस्ते चैव मनोहरा यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति हंसमारुह्यमानापि सावित्री प्रहतैरपि सरस्वती पदाम्भोज सेवमाश्रित्य कुङ्कुमैः यत्र गौरवयं त्यास्या हंसपक्षपुडोद्भवैः निरन्तरं तया चैव नृणां संस्कृतभाषिणां सुपर्वाणमयी भाषा निमेषेणोपलभ्यते प्रादर्गृहाङ्गणोद्भूतैर्यत्र कुङ्गुम पांसुलैः सर्वतोरुणितश्चाय शशाङ्करविमण्डलम् तत्रासि तेजसां राशिशौर्यवर्मा नरेश्वरः उद्यदुज्ज्वलबाणौखखण्डितारादिमण्डलः अभूच सिंहलद्वीपे राजा सिंहपराक्रमः नाम्ना विक्रमवेदालकलानामपि शेवधिः उभौ परस्परं मैत्रीं वर्धयां चक्रधुक्रमाद तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा राजा विक्रमवेदालो विलोक्य शुनकीद्वयं मत्तमादङ्गतुरगमणिभूषणचामरं प्रेषयामासमित्राय प्रभूदं शौर्यवर्मणे एकदा शिपिकारूढश्चारुचामरवीजितः सुवर्णशृङ्गलारूढं वाद्यडिण्डिमडम्बरम् शुनियुगलमादाय मृगया कौतुकोत्सुकः राजा जगाम बाह्यालीं समं राजकुमारकैः पणबन्धविधानेन समुपेदं शशामिषं तत्र राजकुमाराणां महान् कोलाहलो भवद ततः समानवयसा केनचिद् राजसूनुना बहुमूल्यं पणं कृत्वा राजा चिक्रीडकौतुकी तदोवतार्य दोलाया विरुदावलिगर्वितां धावदशकस्योच्चैः पृष्ठे मुञ्चन्नृपं शुनीं मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः विररामशुनिमुच्चैः सङ्कीर्त्य विरुदावलीम् अलक्ष्य माणवेगेऽस्मिन् शुनियुगलके भृशं धावत्युद्धितमेवासीत् पश्यतां सर्वभूभृतां पपादगर्ते महदि शशकोदिश्रमादस्सौ पतितोऽपि शुनिवश्यो नाभवच्चश शावकः तदशनैः समुद्धाय धावन्नाक्रम्य रोषदः जगृहे राजशून्यासौ स च कफेनमुद्वमन् ततः कथं चिदुप्लुत्य गच्छन्विस्खलयन् चषः राजपुत्र शुनक्यासौ गृहीत कन्धरातटे जिदमस्माभिरत्यर्थमिति सं जल्पदां नृणां कोलाहले शङ्किताया शून्या निर्गतवान्मुखाद ततो दंष्ट्रा व्रणश्रेणी क्षरद्रुधिरधारकः क्वापिर्ममर भूभागे निलीयस्थितवाञ्छशः जिक्रन्त्या राजशून्यासौ भूभागं धनरोषया दृष्टमात्रः परित्रस्तो हस्तमात्रं तदोगमद यत्र कर्पूरकदली क्रोडव्याक्रधरीतलः चोलीकपोलफलकान् चुबन्वादिसमीरणः उद्भिन्नकेतकीकोश रजोमुकुलितेक्षणः विश्रब्धाहरणा यत्र चायां तां परितन्वतः नारिकेलफलैर्यत्र स्वयं निपतितैरथः अपि चूदफलैस्तृप्ताः पक्वैः शाखामृगा अपि केसरिणो यत्र केलन्दिकलभैः समं फणिनः केकिबर्हेषु निर्विशङ्कं विशन्ति च यत्राश्रमान्तरे विप्रो वत्सनामाजितेन्द्रियः शान्तश्चतुर्दशाध्यायं जपन्नास्ते निरन्तरं तत्र तच्छिष्यपादाब्जप्रक्षालनजलैकृते कर्दमेऽन्यपदद्गत्वा जीवशेषो मुहुश्वसन् तद कर्दमसंस्पर्श मात्र निस्तीर्णसंस्मृतिः दिव्यं विमानमारुह्य निर्ययौ शशको दिवं ततशून्यपि लिप्ताङ्गीस्तोघैः कर्दमबिन्दुभिः क्षुत्पिपासार्तिरहिता शुनिरूपं विहाय सा ततो दिव्याङ्गनारम्यं गन्धर्वैरुपशोभितं दिव्यं विमानमारुह्य शून्यपि त्रिदिवं ययौ ततो जहास मेधावी शिष्यो नाम्ना स्वकं धरः विचार्य विस्मितपूर्वजन्मवैरस्य कारणम् राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः प्रणम्य परया भक्त्या विनयैकपयोनिधिः कथां कथय मे विप्र हीनयोनिनिषेवितौ अज्ञौ यौ जग्मदुःस्वर्गे शुनी शशकशावकौ शिष्य उवाच वत्सनामाद्विजन्मास्ते वने मुष्मिञ्जितेन्द्रियः चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन् शिष्योऽहं तस्य भूपालब्रह्मविद्याविशारदः चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप मदीयचरणाम्भोजप्रक्षालनजले लुटन् शशस्त्रिदिवमापन्नः शुनक्या सह भूपते राजोवाच हेधुना केन कथय हसितं च द्विजोत्तम अध किमपि साकूदं मन्यमानेन सादरम् शिष्य उवाच महाराष्ट्रे दिनगरं नाम्ना प्रत्युदगं महद तत्रासीत् ब्राह्मणो नाम्ना केशवस्किदवाग्रणीः विलोभना भवत्तस्य जाया स्वैरविहारिणि तेन साहन्यदे क्रोधाद्वैरं संचिन्त्य जन्मनः ततस्त्रीवधपाकेन शशको जायते द्विजः किल्बिषाच्छुनकी सापि जाता वञ्चनजन्मनः पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि आस्ये दिवद्भ्यां बहुधा योऽन्यन्तरमपि क्वचिद इत्याकलय्य सकलं भूपालश्रद्धयान्वितः गीतामभ्यस्य सकलामवापरमां गतिम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे गीतामहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः ॐ